नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निचि विशेष. न श्रूयते भगिनि, न श्रूयते, न श्रूयते वा? इदानीम् इदानीं सम्यक् अस्ति. अत्र हा अत्र अस्माकं प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निचि विशेष हलन्तदातवः इति विषयः अनुवर्तते. अयं पाठः गतवर्गे आरब्धः आसीत्, तर्हि ततः अनुवर्तयामः. तर्हि अत्र किम् अत्र किं दृष्टमिति चेत्, सामान्यतया निच् प्रत्यये परे निच् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. निच् प्रत्यये परे तत्र धातुः कीदृशः इति अस्माभिः अवगन्तव्यः. यदि अजन्तधातुः अस्ति चेत् अचोयणिति इत्यनेन वृद्धिकार्यं भवति. यदि धातुः हलन्तः अस्ति तर्हि उपधायां कः वर्णः अस्ति इति ज्ञातव्यम्. उपधायां ह्रस्व अकारः अस्ति चेत् अतोपदायाः इत्यनेन वृद्धिः भवति. उपधायां लघु इक् वर्णः अस्ति चेत् सुगन्तलघुपदस्य च इत्यनेन गुणः भवति इति सामान्यव्यवहारः अस्ति. परन्तु तत्तु सामान्यधातूनां विषये तादृशी प्रक्रिया वर्तते. परन्तु यत्र विशेषहलन्तदातवः सन्ति तत्र कतिचन विशिष्टसूत्राणि सन्ति, यैः सूत्रैः धात्वादेशाः भवन्ति. धात्वादेशः अलोङ्क्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने एव धात्वादेशः भवन्ति. तस्मिन् क्रमे अस्माभिः दृष्टं यत् अत्र स्थाय् इति धातुः अस्ति. स्थाय् धातोः स्पायोवः इति सूत्रेण निचिपरे स्पायधातोः अन्तिमयकारस्य स्थाने वकारादेशः भवति इति कृत्वा स्पावयति इति रूपं लभ्यते. एवं षद्धातोः तत्र षद्धातोः षदेरगतौ इति सूत्रेण अगत्यर्थे निचिपरे षद्धातोः तकारादेशः भवति. अन्तिमदकारस्य स्थाने तकारादेशः भवति, अतः शातयति इति रूपं लभ्यते. षद्धातोः वस्तुतः लटि षद्धातोः क्षीयते, क्षीणः भवति, जीर्णः भवति इति तादृश अर्थः अस्ति. तर्हि तत्र सर्वत्र अकर्मकप्रयोगः अस्ति. क्षीणः भवति इति चेत् अकर्मकप्रयोगः अस्ति. तर्हि शरीरं क्षीयते इति एतादृशप्रयोगः अकर्मकप्रयोगः अस्ति. परन्तु निजन्तप्रसङ्गे तत्र किं भवति इति चेत् षद्धातोः अर्थः निजन्तप्रसङ्गे तत्र अर्थः कः भवति इति चेत् पीडां करोति इति एकः अर्थः. तत्र पीडां करोति इति शातयति इति पीडां करोति इति एकः अर्थः. अपरः अर्थः तत्र गत्यर्थकः इत्युक्ते सामान्य अर्थः तु क्षीणः भवति इति अर्थः तु अस्ति एव. क्षीणः भवति इति अर्थः अस्ति. परन्तु निजन्तप्रयोगे पीडां करोति इति अर्थः अस्ति. अपि च यदा गत्यर्थकः अस्ति तदानीम् अनुधावति इति अपि अर्थः अस्ति. तत्र निजन्तप्रयोगे यः अर्थः अस्ति, पीडां करोति, अनुधावति इति अर्थः, सः अर्थः केवलं निजन्तप्रयोगे एव लभ्यते. लट्लकारे तादृश अर्थः न लभ्यते, यतोहि लट्लकारे तु अकर्मकप्रयोगः एव अस्ति इति कृत्वा पीडां करोति इत्यर्थः न लभ्यते. अनुधावति इत्यपि अर्थः न लभ्यते, यतोहि उभयत्र सकर्मकप्रयोगः अस्ति. तर्हि तत्र अस्माभिः उदाहरणमपि दृष्टं यत् शातयति. शातय इत्युक्ते तत्र त्रयः अर्थाः सन्ति. शातयति इत्युक्ते क्षीणः भवति, पुष्पाणि क्षातयति इत्यनेन पुष्पाणि नश्यन्ति इति अर्थः. अपि च तत्र पीडां करोति इत्यपि अर्थः अस्ति. पीडां करोति इत्यनेन तत्र दुर्जनः सज्जनं शातयति इत्यत्र पीडां करोति इति अर्थः अस्ति. अपि च गत्यर्थकः अपि भवितुमर्हति. अनुधावति इति गोपालकः गाः शादयति इत्यत्र गोपालकः गाः अनुधावति इति अपि अर्थः अस्ति. अनुधावति अपि च पीडां करोति इत्यर्थः तु लट्लकारे इत्युक्ते तत्र अण्निजन्तप्रयोगे तादृशार्थः न लभ्यते. निजन्तप्रयोगे एव क्रीडां करोति अनुधावति इति अर्थः लभ्यते. सामान्यलट्लकारे अनिजन्ते तु केवलं क्षीणः भवति, जीर्णं भवति इति तादृशार्थः अस्ति इति शतधातोः विशेषः. इदानीम् अग्रे गच्छामः रुहुधातोः. तर्हि कः पठति इदानीम्? अस्तु, उषाभगिनी आरब्धुम् इच्छति वा? नमस्ते भगिनि. नमस्कारः भगिनि. नमस्कारः भगिनि. रुहुधातुः. भगिनि, रुह् धातुः रुह बीजजन्मनि वादिगणे. लटि रोहति, अर्थः वर्धते, उत्पतति, उदेति, उत्तिष्ठते. रुहः पो अन्यतरस्यां, पोऽन्यतरस्यां. रुह् धातोः विकल्पेन पकार आदेशः भवति निचीपरे. अलोन्तस्य इत्यनेन आदेशः अन्तादेशः. रुहः षष्ट्यन्तं, पः प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं. त्रिपदमिदं सूत्रम् अर्ति ह्रि व्लि रि क्नुयि क्ष्माय यातां पुङ् नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं रुहः पः नौ अन्यतरस्याम्. अस्तु भगिनि, रुहः रुह् धातोः बीजजन्मनि अर्थे अस्ति, द्वादिगणे अस्ति. रोहति इति रूपं वयं जानीमः, अर्थः वर्धते अथवा उत्पतति इति अर्थे इति अर्थम् अस्ति. रुहः पोः अन्यतरस्याम् इति निजन्तकृते सूत्रम् अस्ति. रुहः पो अन्यतरस्याम् इत्यनेन रुह् धातोः पकार आदेशः लभ्यते विकल्पेन. अन्यतरस्याम् इति सूत्रे उक्तत्वात् विकल्पेन इति भवति. पकार आदेशः एकपक्षः, पकार अभावपक्षः इति एकपक्षः. द्वयोः रूपं सिद्ध्यति. रुहः पो अन्यतरस्याम् इत्यनेन रुह् धातोः पकार आदेशः भवति निचीपरे विकल्पेन. पकारादेशः अन्तिमवर्णस्थाने भवति अलोन्तस्य इति सूत्रेण. रुहः षष्ट्यन्तम् अस्ति, तत् स्थाने इति भवति. पो अन्यतरस्यां पः प्रथमान्तं भवति, तत् आदेशः भवति. रुहः स्थाने अन्तिमवर्णस्थाने पकार आदेशः भवति इति भवति. अर्ति ह्री व्लि रि क्नु यीष्माय यातां पुङ् नौ इत्यनेन नौ इत्यस्य अनुवृत्तिः. नौ परः अस्ति चेत् रुह् रुह् इति धातोः अन्तिमवर्णस्य स्थाने पकार आदेशः भवति विकल्पेन इति अर्थं सिद्ध्यति. बहु समीचीनं भगिनि, सम्यक् अस्ति. तर्हि रुह् धातोः बीजजन्मनि इति अर्थः अस्ति. तर्हि लटि एकं वाक्यं वदतु. रोहति लटि, सस्यं रोहति. सो दट्स् बीजजन्मनि, दट्स् अकर्मकधातु भगिनि. रोहति, सो सस्यं रोहति, सस्यं वर्धते इति अर्थः. सस्यं वर्धते. समीचीनं. तर्हि इदानीं तत्र इदानीं रुहः पो अन्यतरस्याम् इत्यनेन कार्यं यदा भवति तदानीं तत्र एकं वाक्यं. रुहः पो अन्यतरस्याम् इत्यनेन हकारस्य स्थाने पकार आदेशः भवति. देन् गुणा भवति. देन् रुप् रोप् रोपी रोपयति. सो रोपयति इत्यस्य रोपयति. पुरुषः सस्यं रोपयति. समीचीनं. विकल्पेन भवति अन्यस्मिन् पक्षे. अन्यस्मिन् पक्षे पकार आदेशः नास्ति. पकार आदेशः नास्ति इत्यनेन रुह् इति रुह् रुह् एव भवति. रोह् णिच् रोहि रोहयति इति कृते पकार अभावः. ओके, देन् बट् देन् स्टिल् णिच् इत्यस्य कृते पुरुषः सत्यं रोहयति. समीचीनं. तर्हि इदानीं तत्र आ इति उपसर्गं योजयामः चेत् तत्र किं भवति रूपद्वयम्? आरोपयति आरोहयति आरोहयति. तर्हि आरोहयति इत्यस्य अर्थः कः? क्लैम्बिङ्ग् आन् अर् आरोहणं खलु. आरोहणम् क्लैम्बिङ्ग् अप् आरोहण अवरोहण आरोपणम् आरोपणम् आरोपयति लैक् बैण्डिङ्ग् आरोपयति न आरोपयति सामान्यतया कदा वयं वदामः आरोपणम् इत्युक्ते इति अर्थे अस्ति खलु अध्यारोप आम् आम् आम् आम् आमामां सूपर् इम्पोसिशन् आं भगिनि आरोपः इति सामान्यतया अर्थः. तत्र आरोपः इत्यस्य अन्ये अपि अर्थाः सन्ति अजैनिङ्ग् प्लाण्टिङ्ग् अत्र तत्र मूलवार्ता तु बीजजन्मनि इति अर्थः अस्ति खलु. तत्र आरोहणं तत्तु क्लैम्बिङ्ग् आरोपणम् आरोपणं लैक् सूपर् इम्पोसिशन् एव अध्यारोप अध्यारोप अधि आरोप अध्यारोप आं भगिनि इत्युक्ते किनिति च इति सूत्रे इति वदतु किनिति च तत्र सार्वधातुकम् अपित् इति सूत्रे ङित्वत् भवति ङित्वम् आरो ङित्वम् आरोपितं भवति सूत्रेण नित्वम् आरोपितं भवति. अस्तु तर्हि रोहः पोण्यतरस्याम् इति सूत्रेण विकल्पेन पकारादेशः भवति एकस्मिन् पक्षे अन्यस्मिन् पक्षे अकारः तिष्ठति. अस्तु कोऽपि प्रश्नः अस्ति वा? सरलमेव अत्र अग्रे गच्छामः. हन् धातुः अत्र किं विजयलक्ष्मी भगिनी पठति वा? आं पठामि. आरोप हिन्दीभाषायां तु आरोप लगाना इत्युक्ते टु ब्लेम् सम्बडि इत्यर्थे. संस्कृते अपि भवति वा भगिनि आरोप लगाना इति? संस्कृतभाषायां तद् आक्षेपः इति अस्ति. आरोपः आक्षेप आरोप तादृश अर्थः नास्ति अत्र संस्कृते. नास्ति खलु? नास्ति नास्ति तादृश अर्थः नास्ति. तादृश अर्थः नास्ति. ब्लेमिङ्ग् इति अर्थः नास्ति. हन् धातुः हन् अदादिगणे लटि हन्ति अर्थः मारयति. हो हन्तेर् निन्नेषु हन् धातोः हकारस्य स्थाने कवर्गादेशो भवति ङिति ङिति प्रत्यये परे नकारे परे च. स्थानेऽन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यः घकारः अस्ति. संवारः नादः घोषः महाप्राणः च. अतः हकारस्य स्थाने घकारादेशः भवति. ञ च ण च णौ इतरेतरद्वन्द्वः तौ इतौ ययोस्तौ ङितौ बहुव्रीहिः. ङितौ च नश्च तेषाम् इतरेतरद्वन्द्वो निण्णाः तेषु निण्णेषु. इक्ष्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्टिविभक्तौ हन्तेः. हः षष्ट्यन्तं हन्तेः षष्ट्यन्तं निन्नेषु सप्तम्यन्तं त्रिपदम् इदं सूत्रं. चजोः कु घिण्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हः कु निन्नेषु. अत्र हन् धातोः विषये सूत्रम् इदं हन् इति धातु अदादिगणे अस्ति, लटीरूपं भवति हन्ति इति, मारयति इति अर्थे इति अर्थः भवति. हो हन्ते निन्नेषु इति सूत्रे हः हन् धातोः हकारस्य स्थाने किं भवति, निति निति नकारे च परे भवति चेत् तत्र ककारस्य आदेशः भवति. स्थाने अन्तरतमः इति परिभाषासूत्रेण कवर्गस्य हकारस्य समानस्थानं संवारनादघोषमहाप्राणः इति किं भगिनी एतत् उच्चारणस्थानम् इत्यस्य तुल्यः, हकारस्य तुल्यः कवर्गस्य घकारस्य एव भवति. अतः हकारस्य स्थाने कवर्गीयघकारः आदेशरूपेण आयाति. कदा आयाति? यकारः वा नकारः वा नकारः वा तवर्गीयः अन्तिमवर्णः नकारः वा यदि भवति चेत् हकारस्य स्थाने घकारादेशो भवति. अत्र ह ह हो इति भवति. हन्तेः हन्ते इक्ष्तिपौ धातुनिर्देशे इति वार्तिकेन हनधातोः ष्तिप् प्रत्ययस्य योगे हन्ति इति रूपं निष्पद्यते. हन्ति इत्यस्य षष्टिविभक्तौ हन्तेः हन्तेः इति रूपं हः षष्ट्यन्तं, हन्तेः अपि षष्ट्यन्तं, निन्नेषु ण्यकारः नकारः एतयोः इतरेतरद्वन्द्वसमासो कृत्वा समासः कृत्वा नि इति रूपं नौ नौ इति रूपं ययोः तौ इति नितौ इति भवति बहुव्रीहिः. अनन्तरं नितौ च न न च नश्च एतेषाम् इतरेतरद्वन्द्वसमासः कृत्वा निण्णाः इति भवति. मम ध्वनिः श्रूयते वा? आं भगिनि, सम्यक्तया श्रूयते. हा अस्तु. तेषु निण्णाः तेषु निण्णेषु इति सूत्रे रूपं निष्पद्यते शब्दस्य, सारी पदस्य. अत्र भगिनि भगिनि भगिनि यद्भवती उक्तवती तत्र बहु सम्यक् अस्ति, तत्र एव अस्माकम् अवधानं स्यात्. अत्र विचित्रः एव भासते, अत्र ण्यकारः णकारः अपि च इतौ अनयोः कः सम्बन्धः? इतरेतरद्वन्द्वः न न ण्यकारः णकारः अपि च इत् इत्यनयोः कः सम्बन्धः? नित् भवति, यस्य ण्यकारः वा नकारः वा यस्य प्रत्ययस्य इत् संज्ञा प्राप्नोति तादृशः प्रत्ययः. इदानीं नित् इति वदामः चेत् विग्रहवाक्यं किं भवति? ञित् इति वदामः चेत् ञित् अथवा नित् ञकारः णकारः इत् भवति प्रत्ययस्य. तर्हि णकारः इत् यस्य सः खलु नित्, नकारः इत् यस्य सः, अपि च नकारः इत् यस्य सः, एतयोः नितौ इति बहुव्रीहिसमासः. तर्हि नकारः इत् इत् इत्यस्य विशेषणं खलु नकारः इत्यस्य हा सत्यं हा ण्यकारः अपि इत्यस्य विशेषणं खलु आम् आम् तर्हि इदानीं विशेषणद्वयम् अस्ति णकारः ण्यकारः अनयोः द्वन्द्वसमासः कृतः अस्ति अत्र पश्यतु आम् द्वन्द्वसमासः यदा कुर्मः तदा प्रत्येकस्य पार्टिकल् इत्यस्य सम्बन्धः भवति खलु इति अस्ति तर्हि इदानीं तत्र विशेषणद्वयं स्वीकृत्य ण्यकारः णकारः अनयोः द्वन्द्वसमासः कृतः ण्यणौ इति तदनन्तरं तत्र तत्र बहुव्रीहिसमासः कृतः तौ इतौ तत्र णौ इतौ ययोः तौ ययोः तौ ययोः प्रत्ययोः नितौ इति अतः इतः सम्बन्धः यकारेण सह अपि च णकारेण सह भवति इति अस्ति तत्र सीमा भगिनी अत्र अत्र यः यः विषयः अस्ति तं विषयं मनसि निधाय अत्र अग्निहोत्रादि इत्यस्मिन् विषये चिन्तयतु अत्र एवं भवति वा इति चिन्तयतु अनन्तरं चिन्तयतु इदानीं मास्तु अनन्तरम् अस्तु भगिनि हा तर्हि इदानीं हन्तेः अङ्गस्य हः कु निन्नेषु इति अस्ति हन्तेः इति हन् धातोः स्टिपानिर्दिष्टः भगिनी उक्तवती स्टिपानिर्दिष्टः हन्ति इति प्रातिपदिकं हन्योगः स्टिप् हन्ति इति प्रातिपदिकं तत्र षष्ट्यन्तं हन्तेः हन्तेः अङ्गस्य हः कुः कस्य स्थाने कः वर्णः इति अत्र साक्षात् उक्तमस्ति सूत्रे अतः अकारस्य स्थाने कवर्ग्यवर्णः कवर्ग्यवर्णः स्थाने अन्तरतमः इत्यनेन तत्र हकारस्य कवर्गस्य चतुर्थवर्णः तत्र आभ्यन्तरप्रयत्नेन निर्णयः यतोहि गकारः अपि महाप्राणः हकारः अपि महाप्राणः इति कृत्वा हकारस्य घकारादेशः भवति इति सूत्रम् अस्य अस्य कार्यं कुत्र कुत्र भवितुम् अर्हति अत्र कः वदति इदानीं हन्तेः अति अस्ति खलु हन्तेः हः न न हन्तेः इति अस्ति हन् धातोः विषये अस्य कार्यं कुत्र कुत्र भवति यत्र यत्र ञकारः अथवा नकारस्य इत्सम्या प्रत्ययस्य भवति तत्र कार्यं करोति तत् जानामि कुत्र कुत्र इति मम प्रश्नः मूल् प्रत्ययः अनन्तरं गञ् प्रत्ययः गञ् अनन्तरं निच् निच् अपि त्रयः विशिष्टप्रत्ययः अथवा प्रसिद्धप्रत्ययः ण्यत् अपि भवति ण्यत् अपि भवितुम् अर्हति ण्यत् ण्यत् इत्यत्र हन् धातुतः ण्यत् प्रत्ययः हा ण्यत् प्रत्ययः अस्ति चेत् तत्रापि भवितुम् अर्हति योजयित्वा तत् तत्र किमस्ति रूपं हन् धातोः ण्यत् प्रत्ययं योजयित्वा न जाने हन्यः इत्युक्ते आदेशं कृत्वा वदति खलु आम् रूपं किम् अस्ति इति एकवारं द्रष्टव्यं गान्यः इति अस्ति वा गान्यत् जघन्य तद्वत् घन्य घन्य इति अस्ति वा जघन्य इत्युक्ते भयं जनयति तद्वत् खलु वैल् बेङ्गालीभाषायां जघन्य इत्युक्ते लुकिङ्ग् वेरि डेञ्जरस्लि अग्लि भवती बेङ्गालीभाषां जानाति वा आम् अस्तु अस्तु अस्तु भगिनि हन्धातोः प्रथमपुरुष बहुवचने अपि घ्न इति रूपम् अस्ति न भगिनि किं किं पुनः वदतु हन्धातु प्रथमपुरुष बहुवचन रूपमस्ति घ्न घ्नन्ति तत्र अस्ति तत्र अस्ति परन्तु तत्र ण्यत् इति प्रत्ययः उक्तः खलु तत्र रूपं किम् अस्ति इति संशयः इत्युक्ते जघन्य परन्तु हन्धातोः रूपं नास्ति कस्य रूपम् अस्ति तर्हि तत्र यत् प्रत्यय ण्यत् नास्ति अस्तु अनन्तरं पश्यामः हन्धातोः यत् प्रत्यान्तं रूपं किमस्ति इति अस्तु तर्हि अत्र अस्ति स्पष्टः अस्ति भगिनि कुटिलं हन्यते निन्द्यते इति हन् योगः यङ् अन्तात् अचो यत् यत् प्रत्ययः न तु ण्यत् न किमर्थं यत् प्रत्ययः कुटिलं हन्यते निन्द्यते इति हन् न हन इति अस्ति हन् इति नास्ति हन वदादेशः भवति तत्र हन् धातोः वदादेशः भवति इति कृत्वा वद्यम् इति अस्ति वद्यं वद्यं वद्यं न तु तथा तदर्थमेव मम मनसि संशयः आसीत् अत्र गन् तादृश न श्रूयते खलु इति वद्यमिति वद्यम् अस्तु अस्तु तर्हि अग्रे गच्छामः तत्र भगिनि तत्र सीमा भगिनी पठति निष्कर्षः कः भगिनि तत्र निष्कर्षः कः इति चेत् नित् प्रत्ययः परः अस्ति चेत् कुत्र कुत्र भवति इति चेत् सामान्यतया न्यून् प्रत्ययः अस्ति चेत् भवति निच् प्रत्ययः अस्ति चेत् भवति गयन्तमस्ति चेत् भवति अपि च तत्र किं ण्यत् प्रत्ययः अस्ति चेत् भवति परन्तु अत्र तत्र वदादेशः धातोः वदादेशः भवति इति कृत्वा तत्र ण्यत् प्रत्ययः वा यत् प्रत्ययः यत्किमपि भवतु तत्र तु आदेशः न भवति तर्हि रूपं किं भवति भगिनि हन्योगः वद्य वद्यः वद्यः इति रूपमस्ति तत्र किमर्थं न भवति भगिनि तत्र आदेशः पुनः वदति वा न हन् धातुः अस्ति चेदेव भवति खलु हन् धातोः वदादेशः भवति तत्र ओ एवं वा अस्तु हा कुत्र भवति कस्मिन् सूत्रे भवति तत्र वदादेशः केन सूत्रेण भवति इति प्रश्नः खलु इदानीं वदामि एकक्षणम् अपि च आदिवृत्तिः अपि भवति वदः इति सूत्रम् इति मन्ये अनो वदः वा इति पश्यति चिन्ता मास्तु परन्तु आदिवृत्तिः अपि भवति न तत्र हनोवद इति अस्ति तत्र वृत्तघ्नः इति अपि भवति हन् धातोः घकारः भवति हकारस्य वृत्तघ्नः हनोवद लिङ्गि इति तु तत्र तु नकारस्य हनोवद लिङ्गि इति तत्र तु लिङ्लकारस्य विषये अस्ति परन्तु यत् प्रत्ययः अपि तत्र वद्यः इति रूपम् अस्ति एकक्षणं वद्य वद्य वद्य भवति वा वाद्य भवति वा भगिनि तत्र रूह रूहलो वद्ययोगः यत् यत् प्रत्ययः वद वद इति रूपं वदयोगः यत् वद अकारः अस्ति वा वद् इति अस्ति वा तत्र वद वद वदादेशः वद इति आदेशः तर्हि तत् सूत्रं कार्यं आदिवृत्ति न भवति आदिवृत्ति तु न भवति न तत्र न ण्यत् प्रत्ययः एव नास्ति कथम् आदिवृद्धिः ओ अस्तु प्रत्ययस्य आदेशः किल तत्र. अस्तु अस्तु, वद इति आदेशः. तत्र ण्यत् प्रत्ययः हलन्तः अस्ति चेदेव भवति ण्यत् प्रत्ययः. इदानीम् अजन्तः जातः धातुः इति कृत्वा यत् प्रत्ययस्य विधानं, यत् प्रत्ययः अस्ति चेत् तत्र सूत्रस्य किं हनस्य चिह्नलोः इत्यस्य प्रसक्तिः नास्ति. अस्तु अस्तु, धन्यवादः भगिनी. तत्र नेषु इत्युक्ते नकारपर अकाः नकारपर अस्ति चेदेव, नकारे परे अस्ति चेत् अपि भवति. निन्नेषु इति उक्तत्वात् ण्यकारः णकारः नकारः दन्त्यनकारः अस्ति चेदपि कार्यं भवति. नकारः कुत्र इति चेत् प्रथमपुरुषे बहुवचने हन्योगः किं हन्योगः अन्ति हन्योगः अन्ति घ्नन्ति घन् घन्योगः अन्ति तत्र इतोपि कार्यमस्ति घ्नन्ति इति रूपं भवति. उपधायाः लोपः भवति गमः न जन घन घल किं किम् उपधायाः लोपः भवति गमः न जन न केन सूत्रेण भवति लोपः गमहन जनखन घसां गमहन अस्ति गमहन जनखन घसां लोपः किनतिनङ्गि. हा हा सत्यं सत्यं. नकारान्त अनुनासिकान्तधातुः अस्ति चेत् तत्र कितिनिति प्रत्यये परे तत्र अकारस्य लोपः भवति, उपधायाः लोपः. सम्यक् इति कृत्वा ग्नन्ति इति रूपं लभ्यते. अस्तु, इदानीम् अग्रिमसूत्रं सीमा भगिनी पठति वा. आं भगिनि, किन्तु इतोपि एकः प्रश्नः अस्ति भगिनि. अत्र यत् वार्तिकमस्ति तस्मिन् विषये किञ्चित् स्मारयतु भगिनि. किं वार्तिकम्? इक्ष्तिपौ धातुनिर्देशे इति. अच्छा अच्छा, ओके. इक्ष्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकमस्ति. इत्युक्ते सूत्रेषु इदानीं तत्र हन्ति इति रूपम् अस्ति खलु सूत्रे, हन्तेः इति उक्तम्. हन्तेः इति उक्तं, हन् इति दातुं वयं जानीमः, परन्तु हन्ति इति रूपं न जानीमः खलु. हन्ति इति सुबन्तं न जानीमः. तर्हि इदानीं प्रश्नः उदेति तत्र सूत्रेषु हन्ति इत्यत्र हन्ति इत्यनेन किं ज्ञायते, तस्य अर्थः कः, कः अर्थः विवक्षितः इति प्रश्नः उदेति. तत्तु स्पष्टं नास्ति सूत्रे. तदर्थं वार्तिककारः वदति तत्र धातोः निर्देशः सामान्यतया इक् प्रत्ययेन अथवा क्ष्टिप् प्रत्ययेन धातोः निर्देशः भवति. यदा धातोः निर्देशः इक् प्रत्ययेन अथवा ष्टिप् प्रत्ययेन भवति तदानीं प्रातिपदिकं लभ्यते. यतोहि इक् प्रत्ययः कृत् प्रत्ययः, ष्टिप् प्रत्ययः अपि कृत् प्रत्ययः. यतोहि तिङ्क्षित् भिन्नः अस्ति, तिङ् अपि तिङ् नास्ति. तिङ् यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् कृदतिङ् इत्यनेन. तर्हि इक् प्रत्ययः तिङ् नास्ति, ष्टिप् प्रत्ययः अपि तिङ् नास्ति इति कृत्वा प्रत्ययौ इक् ष्टिपौ कृदन्तौ. तर्हि कृद कृत् प्रत्ययस्य योजनेन धातुतः कृत् प्रत्ययः विधीयते चेत् तदानीं प्रातिपदिकं लभ्यते. इदानीं हन्ति इत्यत्र हन्योगः ष्टिप् टिप् इत्यत्र षकारस्य इत्संज्ञा, ति इति अवशिष्यते पकारस्य अपि इत्संज्ञा. हन्योगः ति हन्ति इति प्रातिपदिकं लभ्यते. तर्हि अत्र वार्तिककारः वदति तत्र धातोः निर्देशः सूत्रेषु इक् प्रत्ययेन अथवा ष्टिप् प्रत्ययेन धातोः निर्देशः भवति इति वक्तव्यम् आसीत् पाणिनिना, पाणिनिना न उक्तम् इति. अस्तु, तत्र किम् अनिमा भगिनी भवती गानकः गानिका इति तत्र किं तत्र वक्तुम् इच्छति, तत्र कस्य रूपम् अस्ति एतत् गानकः इति तु हन् धातोः रूपम् अस्ति वा, घातकः इति रूपं गानकः इति कस्य रूपम्? न पश्यामि कः धातुः अस्ति तत्र. नूल् भवति नूल् वा न यद् तत्र अनिमा भगिनी, अनिमा भगिन्या प्रेषितं तत्र गानकः गानिका इति किमपि प्रेषितं तत् कस्य धातोः विषये इति मम प्रश्नः. यद् भगिनी प्रेषितवती, अनिमा भगिनी अस्ति वा? गानकः घात्य इति उक्तं, कस्य विषये वदन्ती अस्ति? अस्तु, तर्हि अग्रे गच्छामः. अतोपदायः इति तु जानीमः. हनस्तो छिन्नलोः, सीमा भगिनी पठतु. हनस्तो छिन्नलोः, हन् धातोः स्थाने तकारादेशो भवति निति निति प्रत्यये परे चिण् नल् इति प्रत्ययो न स्याताम्. अतो अलो यस्य इत्यनेन अन्तादेशः चिण् च णल् च चिण्णलौ न चिण्ण न चिण्णलौ अचिण्णलौ तयोः अचिण्णलोः द्वन्द्वगर्भनयतद्दोषः. हनः षष्ठ्यन्तं सः प्रथमान्तम् अचिण्णलोः सप्तम्यन्तं द्विपदम् इदं सूत्रम् अचोणिति इत्यस्मात् णिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हन् हनः अङ्गस्य सः णिति अचिण्णलोः. अत्र पूर्वे सूत्रे णित् वा णित् प्रत्यये परे अस्ति चेत् हन् धातोः हन् धातोः हकारस्य घकारः भवति इति उक्तम्. अत्र तस्य अपवादः अस्ति. हन् धातोः स्थाने हकारं न भवति, तकारादेशो भवति यदा णिति णित् प्रत्यये परे अस्ति चेत्. किन्तु तत् प्रत्ययः किं वा नन् न भवेत्. अत्र अलोन्त्यस्य इति सूत्रेण अन्तादेशः भवति इत्युक्ते नकारस्थाने तकार भवति. आम्, नकारस्य स्थाने तकारादेशः. नकारस्य स्थाने तकारादेशः भवति. अत्र विग्रहः अस्ति चिण् अपि चिण् च णल् च चिण लौ द्वन्द्वसमासः अस्ति तत्र. अपि च नये तत्पुरुषः अपि अस्ति न चिण लोहो न चिण लौ अचिण लौ तयोः अचिण लोहो इति अचिण्णलोः अचिन् छिन् इति प्रत्ययः लुङ् लकारे, नळ् इति प्रत्ययः लित् लकारे. अचिन् नळोः अत्र द्वन्द्वसमासः अपि अस्ति, नय तत्पुरुषसमासः अपि अस्ति. अतः द्वन्द्वगर्भ नय तत्पुरुषसमासः अस्ति. सूत्रे हनः षष्ठ्यन्तमस्ति, सः प्रथमान्तमस्ति. अचिन् नणो अचिण्णलोः सप्तम्यन्तमस्ति, त्रिपदमिदं सूत्रमस्ति. अत्र अनुवृत्तिः अस्ति णिति अचुणिति इति सूत्रात्. अङ्गस्य अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रं हनः अङ्गस्य तः णिति अचिण्णलोः इति भवति. अग्रे पठामि वा? समीचीनम्. एकक्षणम् एकक्षणम्. हनः हनः इति तत्र धातुः धातोः एव सुबन्तरूपेण अनुकरणं कृतमस्ति, यतोहि हन् इति धातुः अस्ति. अत्र पश्यतु, अन्यत्र इकाष्टिपा इका वा श्टिपा वा निर्देशः अस्ति वा अत्र ष्टिप् तु नास्ति इक् अपि न भाति भगिनि नास्ति इति इक् अपि नास्ति ष्टिप् अपि नास्ति इति कृत्वा सर्वत्र पण्विना इका अथवा ष्टिपा निर्देशः कृतः इति नास्ति बहुत्र कृतः परन्तु कुत्रचित् न कृतः इति अत्र तादृशस्थितिः अस्ति यत्र धातुनिर्देशः न कृतः हन् हन् इति धातुमेव स्वीकृत्य तस्य एव अनुकरणं कृतं सुबन्तरूपेण इति कृत्वा इदानीं हन् इति प्रातिपदिकरूपेण स्वीकृतं तर्हि हनः इति षष्ट्यन्तं प्रातिपदिकस्य समीचीनं हनः अङ्गस्य तः णिति अचिह्नलोः इदानीं णिति अचिह्नलोः इत्युक्ते तत्र कस्य णिति इत्यत्र कीदृशसमासः णिति इत्यत्र चिन्तयामि तत्रापि बहुविधिः भवेत् द्वन्द्वसमासः अपि च बहु यतोहि सकारः णकारः इत् यस्य तर्हि कस्य उल्लेखः अस्ति णिति इत्यनेन तत्र किम् उक्तमस्ति तत्र यः सकारः बहुव्रीहिसमास इत्यनेन अन्यपदार्थः कः प्रत्ययौ इति प्रत्ययस्य विशेषणमस्ति णिति इति तर्हि इति प्रत्ययस्य विशेषणम् अचिन्नलोः इति इति कस्य विशेषणमस्ति विशेषणमस्ति वा तत्र तदपि विशेषणं भवति प्रत्ययस्य तदपि प्रत्ययस्य एव उल्लेखः अस्ति अचिन्नलोः इत्यनेन अस्तु अस्तु तर्हि अचिन्नलोः इत्यनेन अत्र कः वदति अत्र मीना भगिनी वदतु धन्यवादः भगिनी इदानीं मीना भगिनी वदतु अचिन्नलोः इत्यत्र किम् अस्ति पर्युदासः वा प्रसजप्रतिषेधः वा किम् अस्ति तत्र अचिन्नलोः पर्युदासः इति चेत् अत्र चिन्नपि भवितव्यं तत्र किल अत्र चिन्नास् न मास्तु अपि च नल् नास् मास्तु तत्र परन्तु प्रत्ययः भवेत् तत्र प्रत्ययः भवितव्यं परन्तु चिन्नास्तु नल् नास्तु तत् तस्मात् पर्युदासः किल इति चिन्तयामि बहु सम्यक् भगिनि बहु सम्यक् सम्यक् सम्यक्तया उक्तवती इत्युक्ते तत्र पर्युदासः इत्युक्ते इदानीम् अच्छिन्नलोः इत्यत्र यः तत्पुरुषसमासः अस्ति नञ् तत्पुरुषसमासः नञ् इत्यस्य अर्थद्वयं पर्युदासः अथवा प्रसज्यप्रतिषेधः इति पर्युदासः प्रसज्यप्रतिषेधः इति वदामः चेत् तत्र नञ् इत्यस्य अन्वयः क्रियया सह भवति चिन्नल् न भवति चिन्नल् न भवति इति तादृश अर्थः चिन्नल् प्रत्ययः न भवति इति अर्थः तत्र भवति परन्तु यदि पर्युदासः इति वदामः चेत् तदानीम् उत्तरपदेन सह अन्वयः नञ् इत्यस्य उत्तरपदेन सह अन्वयः तदानीं तत्र तद्भिन्नत्वे सति तद्गत तत् सादृश्यमपि अपेक्षितं तर्हि अचिन्नलोः इत्यनेन चिन्नल् न भवेत् परन्तु अन्यः प्रत्ययः भवेत् अन्यः प्रत्ययः अपेक्षितः पर तत्र हनः अङ्गस्य हनः अङ्गात् परम् अन्यत् किमपि अपेक्षितं प्रत्ययः अपेक्षितः परन्तु सः प्रत्ययः चिन्नपि न स्यात् नल्लपि न स्यात् चिन् नल् तयोः नकारस्य इत्संज्ञा भवति इति वा भगिनि चिन्नल् सत्यम् अनयोः नकारस्य इत्संज्ञा भवति सत्यम् इति कृत्वा तत्र समुदाये अन्तर्भूतः अस्ति मिति इति वयं वदामः चेत् चिन्नलोः अपि ग्रहणमस्ति तर्हि इदानीं मिति इत्यत्र यः समुदायः अस्ति णकारसमुदायः णित् इति समुदायः यः अस्ति तस्मात् समुदायात् केवलं चिन्नल् अनयोः एव पृथक्करणम् अनयोः विषये कार्यं न भवति इत्यर्थः अन्यत्र सर्वत्र भवति यः कोऽपि प्रत्ययः णित् अस्ति तत्र सर्वत्र कार्यं भवति परन्तु प्रत्ययः चिन् अथवा नल् अस्ति चेत् न भवति इत्युक्ते समुदायात् एकस्य वर्जनं यत्र भवति तत्र तु पर्युदासः एव भवति अस्तु तर्हि इदानीम् अग्रे विजया भगिनी आं महोदय अत्र अनेन एव सूत्रेण नकारस्य स्थाने तकार आदेशः भवति हन् धातुः योगः गै घातः इति भवति पदत्वे सति इदानीं हन् धातुः अकारस्य स्थाने गकारः चतुर्थवर्णः स्थानेन्द्रतमः इत्यनेन आगच्छति घातः इति हन् धातोः गै प्रत्ययोजनेन घातः इति भवति हन् धातुः नुल् प्रत्ययं योजनेन घातकः निच् योजनेन घातयति इति भवति नकारस्य स्थाने सर्वत्र तकार आदेशः भवति अग्रे पठामि वा केन सूत्रेण तकार अत्रैव अस्ति अनस्तो अच्छिन्नल्लोः इति सूत्रेण हन् धातोः स्थाने नकारस्य स्थाने तकार आदेशः भवति निमित्तमत्र किं भवति चेत् ङिति निति प्रत्यये परे अस्ति चेत् समीचीनं महोदय हा तकारादेशः सम्यक् इतोपि किम् अस्ति कार्यम् अत्र प्रतिपादयतु कार्यं किमस्ति हन् योगः घञ् इत्यत्र कार्यं किमस्ति एकः तु एकं कार्यं तु तकारादेशः अन्यत् अन्यत् छजोः कु गिञ्जतोः इत्यस्मात् कु इति आदेशः भवति खलु अत्र सदृशतमवर्णः अत्र हकारस्य स्थाने गकारः भवति गै इति न केन सूत्रेण आदेशः भवति हकारस्य कवर्गादेशः अत्र हन् न किमर्थं चजोः कु गिण्यतोः इति अनुवृत्तिः अस्ति इति किमर्थं वदति केन सूत्रेण कार्यं भवति तद्वदति हो अन्ते निन्नेषु इत्यनेन हन् धातोः अत्र हकारस्य स्थाने क वर्गः आदेशः भवति निमित्तमत्र निति प्रत्यये परे परन्तु अत्र हकारस्य स्थाने सदृशसमतमवर्णः चतुर्थवर्णः एव गकारः भवति क वर्ग आदेशः भवति अतः तत्र अनन्तरं हन् धातोः नुल् अत्र न समापितं तत्र केवलं गकारः अनन्तरं तकारः गत् इति एव लब्धम् इदानीं किम् अन्यत् किं कार्यमस्ति घातः इति अतः उपादायः इत्यनेन उपादायां स्थितस्य वर्णस्य वृद्धिः भवति अतः एव ग इत्यस्य गा इति भवति अनन्तरं पूर्वमेव दृष्टवन्तः अत्र नकारस्य स्थाने तकार आदेशः भवति अतः घातः इति भवति गै इत्यस्य घातः इति अन्तिमरूपं हन् धातोः गै प्रत्ययं योजनेन तादृशमेव रामः अपि भवति खलु महोदय आमाम् अनन्तरं हन् धातुः इत्युक्ते अतोपदायः इत्यनेन भवति सत्यं अस्तु हन् धातुः नुल् प्रत्ययं योजनेन अत्र तदैव भवति गात अनन्तरं नुल् योरणाकु इत्यनेन अत्र अक आदेशः भवति अतः गातकः इति भवति. अन् धातुः निच् प्रयोजनं किम् अस्ति चेत् अत्र अधः अस्ति अन्योगः निच् भवति चेत् हो अन्ते निन्नेषु इत्यनेन गण् इति भवति. अनन्तरं गकारः दृष्टवन्तः पूर्वमेव अकारस्य स्थाने गकारः योगः निच् इत्यनेन इ एव तिष्ठति. इदानीम् अत उपादायाः इत्यनेन निच् परे उपादायं स्थितस्य वर्णः वृद्धिः भवति अतः गाण् भवति. इदानीं नकारस्य स्थाने तकारः आदेशः भवति हनस्ते छिन्नलोः इत्यनेन अतः गातु गात भवति. अनन्तरं निच् प्रत्ययं योजनेन गाते इति अन्तिमरूपं निष्पन्नं भवति. गाति इति नूतनतया अङ्गं भवति नूतन अङ्गं भवति गाति इति. अनन्तरं ति अस्ति धातुः नूतनधातुः नूतनधातुः अत्र भवति. अत्र इकारस्य स्थाने सार्वधातुक आर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भवति गाते इति भवति. अनन्तरं एचो एव यावः इत्यनेन एकारस्थाने अयादेशः भवति गातेयो भवति. ति योजनेन विवक्षा प्रथमविभक्ति प्रथमपुरुषे एकवचनं विवक्षा अस्ति अतः तत्र गातयति इति अन्तिम निजन्तुरूपं भवति महोदय. सम्यक् सम्यक् अन्तिमवाक्यमपि पठतु. अच्च अत्र च यतोहि येषां त्रयाणां सूत्राणां परस्परविरोधः नास्ति तदर्थं प्रक्रियायां यः कोऽपि क्रमः भवति सम्यक् एव अत्र स्यात् सम्यक् एव भवति अत्र. तावदेव खलु महोदय. हो अन्ते निन्नेषु अनन्तरम् अनस्ते छिन्नलोः अनन्तरं हो अन्ते निन्नेषु इति एतत् सर्वाणि सूत्राणि अत उपादायाः अत्र क्लेशः नास्ति विरोधभावः नास्ति अतः तत्र क्रमेण आगच्छति इति अत्र दत्तं. समीचीनं धन्यवादः. समीचीनं तर्हि इदानीम् अग्रे गच्छामः. कोऽपि प्रश्नः अस्ति वा भगिनी? तत्र महोदय एकः प्रश्नः पर्युदास प्रसज्य प्रतिषेधः इदानीं भवत्या उक्तम् अत्रापि दत्तम् अत्र क्रियया सह यत्र नै भवति अन्वयति एतत् प्रसज्य प्रतिषेधः. अनन्तरं यत्र पर्युदासः उत्तरपदेन नै अन्वयति इति अत्र किञ्चित् उदाहरणं दातुं शक्यते वा महोदय? अत्र प्रसज्य प्रतिषेधः क्रियया सह अन्वयति नै. अब्राह्मणम् आनय इति अस्ति खलु. अब्राह्मणम् आनय अब्राह्मणम् आनय इत्यस्य कः अर्थः? अत्र ब्राह्मणः अस्ति प्रसज्य प्रतिषेधः अस्ति चेत् तत्र कः अर्थः विवक्षितः? नेगेटिव् एव खलु. अत्र नेगेशन् अस्ति अत्र नै. कः अर्थः विवक्षितः? अब्राह्मणम् आनय इत्यस्य अर्थः कः? ब्राह्मणः आनेतुं ब्राह्मणः नास्ति अन्यजनाः आनयतु इति. न इति अन्यजने जनाः आनयतु इत्यस्य इति प्रसज्य प्रतिषेधः वा? अब्राह्मणः इति अस्ति चेत् अत्र न ब्राह्मणः अन्ये कोऽपि आनेतुं शक्यते इति अर्थे एव आगच्छति खलु महोदय अत्र. न इदानीं भवती उक्तवती लक्षणम् उक्तवती खलु. प्रसज्य प्रतिषेधः अस्ति चेत् क्रियया सह अन्वयः इति उक्तवती खलु. तत्र न इति पदस्य क्रियया सह अन्वयः. क्रियया सह अन्वयः इति चेत् कथं वदामः? अब्राह्मणः आ इति नै एव खलु. न भगिनि, आ इति नै अस्ति. नै इत्युक्ते न इति अर्थः खलु. न इति पदम् इदानीं न इति पदस्य अन्वयः क्रियया सह अस्ति चेत् अत्र कथं वदामः? अस्ति इति इति पदेन सह न इति वदामः चेत् किं वदामः? नास्ति इति वदामः खलु. इदानीम् अ इति पदस्य अर्थः नास्ति इति अर्थः, तत्र न इति अर्थः. तर्हि ब्राह्मणं न आनय इति अर्थः. ब्राह्मणं न आनय इति तावदेव अर्थः. तावानेव अर्थः अस्ति प्रसज्य प्रतिषेधः इत्युक्ते ब्राह्मणं न आनय. इत्युक्ते अन्यः अस्माभिः आनेतव्यः इति अर्थः नास्ति. ब्राह्मणं न आनय, तावदेव, अन्यत् किमपि नास्ति. इदानीं पर्युदासः इति वदामः चेत् नञ् इत्यस्य अन्वयः उत्तरपदेन सह अन्वयः न. इदानीं तत्र न इत्यस्य ब्राह्मण इति पदेन सह अन्वयः, ब्राह्मण इति पदेन सह अन्वयः अस्ति चेत् तदानीं किं तत्र कः अर्थः? आनयनम् अपेक्षितम्. इदानीं न इति पदस्य अन्वयः क्रियया सह नास्ति, अतः आनयनम् इति क्रिया तु अस्ति. तर्हि अतः किमपि तत्र आनेतव्यं. किम् आनेतुं शक्यते तत्र? किम् आनेतुं शक्यते? अब्राह्मणम् इति वदति चेत् किम् आनेतुं शक्यते? इत्युक्ते तत्र पाषाणखण्डम् आनेतुं शक्यते वा? इत्युक्ते ब्राह्मणम् इत्युक्ते कश्चन पुरुषः आनेतव्यः, यः ब्राह्मणः नास्ति, खलु? आमाम्. अतः इत्युक्ते पश्यतु, पर्युदासः इत्यत्र आनयनक्रियायाः निषेधः नास्ति, आनयनक्रिया तु भवति तत्र. तर्हि किमपि आनेतव्यम् अस्माभिः, यतोहि आनय इति अस्ति खलु वाक्ये, अब्राह्मणम् आनय, आनयनं किमपि तत्र अस्माभिः आनेतव्यम्. तर्हि इदानीं प्रश्नः अस्ति, किम् आनेतुं शक्यते? तर्हि ब्राह्मणं न आनेतव्यम् इति उक्तं, तर्हि तत्र कः भवितुम् अर्हति अन्यः इति चेत् अन्यः पुरुषः कश्चन भवेत्. अतः आनयनं भवेत् तत्र, आनयनस्य निषेधः नास्ति पर्युदासः इति चेत्. तस्य प्रतिषेधः इत्यत्र क्रियया नञ् इत्यस्य अन्वयः इति कृत्वा तत्र निषेधकार्यम् अस्ति. आनयनं मास्तु, आनयनं न कर्तव्यम्, अन्य कोऽपि जनम् अन्यं जनम् आनयतु इति नास्ति तत्र. आनयनं मास्तु तावदेव, आनयनं मास्तु तावदेव तत्र अर्थः. प्रसज्य प्रतिषेधः पर्युदासः इति चेत् आनयनम् अपेक्षितं, परन्तु कः अस्माभिः? ब्राह्मणः, अन्य कोऽपि इति तावदेव. धन्यवादः महोदय. वंशीभगिनी, भवत्याः प्रश्नः आसीत् वा? तत्र पदत्वे सति इति सुप्रत्ययोजनस्य विवक्षा अस्ति वा? तत्र किमर्थम् उक्तं तत्र पदत्वे सति इति? खा श्रूयते वा? श्रूयते वा? हा हा, पदत्वे सति इत्युक्ते तत्र सुप्रत्ययं योजयित्वा घातः तदेव. तदेव भगिनि, इदानीम् अग्रे गच्छामः. भगिनि क्षम्यतां भगिनि, यतः एतत् खञ् इति प्रत्ययः कदा विधीयते, कस्मिन् अर्थे विधीयते? कस्मिन् अर्थे इत्युक्ते सामान्यतया भावार्थे विधीयते, सामान्यतया भावार्थे विधीयते. पदस्य निष्पत्तिः यदा भवति तस्मिन् तस्मिन् सन्दर्भे भवति वा खञ् प्रत्ययः? किं न अवगतं? पदनिष्पत्तिवेलायां भवति वा इति अस्य विधानम्? पदनिष्पत्तिवेलायाम् इत्यस्य न अर्थः, प्रातिपदिकनिर्माणार्थं भवति पदनिष्पत्तिना. पदनिष्पादनार्थं सुप्रत्ययस्य योजनं भवति. घञ् प्रत्ययः तु प्रातिपदिकनिर्माणार्थं धातुभ्यः विद्यमानः अस्ति घञ् प्रत्ययः. अन्यः एकः प्रश्नः भगिनि, एतत् सूत्रमस्ति खलु हो हन्ते निन्नेषु, तत्र नकारे परे इत्यत्र इतोपि वदति वा भगिनि? तत् न अवगतवती, कुत्र भवति नकारे परे इति? प्रथमपुरुष लटि प्रथमपुरुष बहुवचने हन् योगः अन्ति इत्यत्र हन् इत्यत्र हकार उत्तरवर्ति अकारस्य लोपः भवति भिन्नसूत्रेण, गमहानजनकनघसां लोपः किनत्यनङ्गी इत्यनेन लोपः भवति. अतः हकारः नकारः इति अस्ति, हकारः नकारः अन्ति इति प्रत्ययः प्रथमपुरुषे बहुवचने. हकारनकारयोः संयोगः अस्ति इदानीं. तर्हि होन्तेर् निन्नेषु इत्यनेन हकारस्य स्थाने महाप्राणघकारः, अस्तु, अतः घ्नन्ति इति रूपम्. ओ, अत्र हन् इत्यस्य एव नकारः परे इति एव अर्थः वा अत्र? हन् इत्यस्य हन् न अकार हकारस्य अनन्तरं नकारः इदानीम् आयाति, त तदेव नकारे परे, तादृशनकारे परे हकारस्य हकारादेश इति वा? इत्युक्ते धातौ एव नकारे नकारः अस्ति, धातोः एव नकारः भवेत् इति तादृशं नास्ति. तत्र हन् हकारस्य अनन्तरं नकारः, नकारः निमित्तम् अस्ति खलु. इदानीं हकारः निमित्तमस्ति, हन् इति धातुः अपि अस्ति, तादृशनकारे परे हकारस्य घकारादेशः भवति. तावदेव. इत्युक्ते तत्र सूत्रे अनः अङ्गस्य अनः अङ्गस्य हकारस्य कवर्गादेशः भवति नकारे परे, नकारे परे. तर्हि हन् इति अङ्गमपि अस्ति, हकारः अपि अस्ति, नकारः अपि परः अस्ति इति कृत्वा तत्र कार्यं भवति. इत्युक्ते तत्र अस्माभिः किं चिन्तितम् इति चेत् नकारः प्रत्ययः एव भवेत् इति. तत्र नितौ इति प्रत्ययः भवति, नितौ इति प्रत्ययस्य विशेषणं. परन्तु पश्यतु अत्र समासे पश्यतु, नितौ एव प्रत्ययस्य विशेषणं, नकारः इति प्रत्ययस्य विशेषणम् इति न स्वीकृतं. बहुव्रीहिसमासः नास्ति नकारः तत्र नास्ति. तथापि हन्तेः अङ्गस्य नेपरे नकारे परे इति वदामः चेत् हन् इत्यस्य अनन्तरमेव नकारः भवितुम् अर्हति इति अर्थः स्यात् खलु? हा, इति अर्थः, इति अर्थः अस्ति वा इति चेत् अत्र पश्यतु, हन्तेः हङ्गस्य हः कुः तत्र किं नितौ इति तावत्पर्यन्तमेव अस्ति नितौ. तर्हि तत्र नकारे परे इत्यस्य अन्वयः कथं भवितुम् अर्हति इति चिन्तयतु किञ्चित्. हन्तेः समीचीनः प्रश्नः अस्ति अत्र, समीचीनः. हन् धातोः हकारस्य नकारे परे इति भवति, किन्तु अस्मिन् सूत्रे तथा अस्ति वा इति. हन्तेः अङ्गस्य न, अत्र नन्ति इति रूपम् अस्ति, ग्नन्तु इति रूपम् अस्ति. तत्तु साधनीयम् अस्माभिः, तत् साधनीयं, तत् कथं साधयितुं शक्यते इति चेत् तत्र नितौ प्रत्ययौ, नितौ इति तत्र प्रत्ययस्य विशेषणमस्ति, नितौ इति प्रत्ययस्य विशेषणमस्ति. परन्तु तत्र नकारः इति प्रत्ययस्य विशेषणं नास्ति. नकारः इति न उक्तं, केवलं नकारः परे इति एव उक्तम्. नकारः परः इत्येव उक्तमस्ति, नकारः परः इति उक्तं. तर्हि नकारः इति प्रत्ययस्य परे इति प्रश्ने, नकारः परे, नकारः परः कस्य परे भवति इति प्रश्नः अस्ति चेत् उत्तरं किं स्यात्? इत्युक्ते नकारः तत्र किं तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन नकारः परः अस्ति चेत् तस्मात् पूर्वं स्थानी भवेत् खलु. नकारः प्रत्ययस्य विशेषणं नास्ति चेत् तर्हि सामान्य, यथा सामान्यप्रयोगः तत्र इको एणचि इत्यनेन इकः स्थाने यनादेशः, अचि परे, अचि इति वदति चेत् तदानीं तत्र प्रश्नः अस्ति वा तदानीं भवत्याः मनसि? अचि इति वदति चेत् कुत्र भवेत् अचि इति? एवम् अत्रापि अच्छिति साक्षात् कस्य परे? इकः इत्यस्य अनन्तरम्. एवम् अत्र हकारः एव स्थानी अस्ति, हन्तेः हकारः स्थानी, अङ्गं स्थानी नास्ति अत्र. अस्माकं स्थानी कः इति प्रश्नः अस्ति चेत् हकारः एव स्थानी, न तु हन्ति खलु. इदानीं हन्तेः अङ्गस्य इति तत्र अवयव अवयविभावः अस्ति, अङ्गस्य हः हकारः, हकारः एव स्थाने, हकारस्य स्थाने कवर्गादेशः, कवर्गादेशः भवति नकारे परे. इको एणचि इति यथा अस्ति तथैव अत्र. अस्तु, किन्तु इदानीं नितौ परे इति वदामः चेत् हन् इति धातोः एव नितौ परे इति स्यात्. तत्र तु प्रत्ययस्य विशेषणम् अस्ति इति कृत्वा तत्र तु प्रत्ययः अस्ति, अङ्गस्य अनन्तरं प्रत्ययः अस्ति, परन्तु स्थानि इदानीमपि हकारः एव अस्ति. स्थानि हकारः एव, किन्तु नितौ इति वदामः चेत् तत्र प्रत्ययः हन् इत्यस्य अनन्तरं भवति इति स्वीकरणीयम्. किन्तु नेप नकारे परे इति वदामः चेत् हकारस्य अनन्तरमिति अतः एव केर्फुलि पाणिनी हेस् नाट् इन्क्लूडेड् दट् इन् द बहुव्रीहि. बहुव्रीहिसमासात् बहिष्कृतः अस्ति नकारः. यदि नकारः अपि बहुव्रीहिसमासस्य अन्तर्भूतः भवति चेत् तदानीम् अस्माकं मनसि प्रश्नः भवति नकारः इति प्रत्ययः परे भवेत् इति प्रश्नः भवति. परन्तु बहुव्रीहिसमासस्य अन्तर्भूतः नास्ति नकारः. यदि नकारः बहुव्रीहिसमासस्य अन्ते अस्ति तदानीम् अस्माकं प्रश्नः एतादृशप्रश्नः भवितुमर्हति. प्रत्ययः अस्ति खलु अङ्गस्य अनन्तरमेव भवेत् इति प्रश्नः भवितुमर्हति. परन्तु तदर्थमेव पाणिनिना बहुव्रीहिसमासात् बहिष्कृतः अस्ति नकारम्. प्रत्ययः नास्ति इति कारणात् अङ्गस्य अनन्तरम् अस्ति इति न वक्तुं शक्नुमः. तस्य पूर्वमपि भवितुमर्हति. अतः अकारात् अनन्तरमपि अस्तु भगिनि, धन्यवादः. तर्हि इदानीम् अग्रे गच्छामः. महोदय, अत्र हन्ति इति कर्तरि लट्लकारे हन्ति हतः घ्नन्ति इति भवति. परन्तु भवती अत्र हन्ति इति सुबन्तं स्वीकुर्मः चेत् एव अत्र हन्तेः इति पदमागच्छति खलु. सूत्र केवलं सूत्रेषु एव तत्र इकास्तिपा निर्देशः, लोके नास्ति. लोके लट्लकारस्य प्रयोगे हन्ति इति भिन्नम् अस्ति, तत्तु तिङन्तम् अस्ति हन्ति. अत्र सूत्रे हन्ति इति तु तिङन्तं नास्ति, तत्र कृदन्तम् अस्ति, सुबन्तम् अस्ति. अतः द्वयोः साङ्कर्यं न करणीयं, कन्फ्यूजन् मास्तु. इदानीं हन्ति इति सुबन्तम् अस्ति चेत् अत्र प्रातिपदिकं किं महोदय? हन्येव वा? न, हन्ति इति सुबन्तम् अस्ति चेत् तत्र न, तत्र हन्ति इति प्रातिपदिकम् अस्ति. हन्ति इति प्रातिपदिकम् अस्ति, तत्र प्रथमाविभक्तौ किं भवति? हन्ति प्रथम हन्ति प्रातिपदिकम् अस्ति चेत् अत्र प्रथमविभक्ति एकवचनं किं महोदय? अहं न जानामि. भवती जानाति एव, मति मति इति शब्दस्य प्रथमविभक्तौ किम् अस्ति? मतिः. ओ, हन्तिः इत्युक्ते हन्तिः. हन्तिः एव वा? तावदेव. धन्यवादः महोदय. परन्तु तादृश हन्ति हन्तिः इति पदं स्वीकृत्य भवती भवत्याः वाक्ये प्रयोक्तुं न शक्नोति. ओ, हन्ति प्रातिपदिकं केवलं सूत्रेषु एव, भवती तु हन्तेः इति वाक्ये प्रयोक्तुं न शक्नोति. परन्तु अर्थः अस्ति खलु हिंसा गत्योः इति. भवतु नाम, तेन किम् अत्र प्रयोगं कुर्मः अन्तेः इति? हिंसागत्योः केवलं सूत्रेषु एव भवति भगिनी, सुबन्तरूपेण प्रयोगः. अन् इति धातुः अस्ति, धातोः प्रयोगं नास्ति. हन्तेः इति प्रयोगः अस्माभिः कर्तुं न शक्यते. अस्तु महोदय. हन्ति इति भगिनी तिङन्तस्य एव प्रयोगः शक्यते. अत्र सूत्रे नकारे परे इति अस्ति खलु, तत् निति निति प्रत्यये परे एव हकारस्य घकारः भवति. अतः अस्मिन् सन्दर्भे नकारे परे इत्यस्य कार्यं नास्ति इति भाति. वृत्रं हतवान् इति अर्थे वृत्रघ्नः इति यदा भवति तत्र हकारस्य नकारे परे हकारस्य घकारः भवति. तत्र तु नित् किमपि नास्ति, तत्रापि घकारः भवति. तस्य कृते नकारे परे इति सूत्रे अस्ति इति भाति. तस्य परे एव इति नास्ति. ज्ञन्ति इति रूपं प्रथमपुरुषे बहुवचने अस्ति खलु, तस्य कृते अपि ज्ञन्ति. ज्ञन्तु इति लोटि लटी लोटि सत्यं सत्यं तत्रापि अस्ति. अपि च तत्र लङ्गी अपि अस्ति. अग्नन् अग्नन् इति सत्यं सत्यम्. अस्तु अग्रे गच्छामः. भगिनी क्षम्यताम्, अन्यः प्रश्नः अस्ति. एकः प्रश्नः अत्र क्रमस्य कृते दत्तमस्ति. मम प्रश्नः अस्ति हनस्तो चिण्णलोः सूत्रस्य सङ्ख्या पूर्वसङ्ख्या अस्ति. एक्स्क्यूस् मी, हो हन्तेः निन्देषु तत्र सूत्रसङ्ख्या परम् अस्ति, अतः हनस्तो चिण्णलोः सूत्रस्य कार्यं कथं प्रथमं न भवति? इत्युक्ते अत्र पश्यतु, अत्र स्थाने समानम् अस्ति वा? तत्र स्थानी अत्र हनः अस्ति, तत्र हः अस्ति. एकत्र हकारः स्थानी, अन्यत्र नकारः स्थानी, अतः स्थानी समानं नास्ति. यद्यपि निमित्तं समानं, स्थानी समानं नास्ति. स्थानी समानं नास्ति इति कृत्वा तत्र सङ्घर्षः अनयोः अस्ति इति वक्तुं न शक्यते. अतः तदर्थमेव अत्र वाक्यम् अन्तिमवाक्ये महोदयेन उक्तम्, अत्र एतेषां यतोहि येषां त्रयाणां सूत्राणां परस्परविरोधः नास्ति, तदर्थं प्रक्रियायां यः कोऽपि क्रमः भवतु सम्यगेव स्यात्. यः कोऽपि क्रमः भवतु. पूर्वं वा परं वा करोतु, तत्र भेदः न भवति, रूपभेदः न भवति. इत्युक्ते अत्र विप्रतिषेधे परं कार्यम् इति वक्तुं न शक्यते, यतोहि विप्रतिषेधार्थं किम् अपेक्षितम्? कान्फ्लिक्ट्, तुल्यबलविरोधः अपेक्षितः. तुल्यबलविरोधः अपेक्षितः. तुल्यबलविरोधार्थम् अन्यत्र अन्यत्र लब्धावकाशः स्यात्, अन्यत्र अन्यत्र लब्धावकाशः स्यात्, अतः अत्र तादृशं वयं प्रदर्शयितुं न शक्नुमः. अन्यत्र अन्यत्र लब्धावकाशः नास्ति, यतोहि अत्र अत्र एव अनयोः द्वयोः अपि कार्यम्, अतः परसूत्रं प्रथमं कार्यं करोति इति न वक्तुं शक्यते. अपवादः इति अपि वक्तुं न शक्यते. एकस्य कार्यानन्तरम् अन्यद्भवति नित्यम् इति अपि न वक्तुं शक्यते. अतः अत्र यः कोऽपि क्रमः भवतु, क्लेशः न स्यात्, यतोहि स्थानी भिन्नं, स्थानी भिन्नः अस्ति. अवगच्छामि, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे कोऽपि प्रश्नः अस्ति वा? तर्हि अग्रे गच्छामः. अस्तु, सूर्यकुमारी भगिनी पठतु दुष्टात्. भगिनि, व्यक्तिगतः वर्णादेशः दुष् धातुः दुष् द्विवारिगणे लटि दृश्यति, अर्थः दूषितः भवति. दोषो नौ दुष् धातोः उपधायाः उकारस्य स्थाने ऊकारादेशः भवति निच् प्रत्यये परे. दोषः इति पदं दुष् धातोः लघुपदगुणं कृत्वा निर्देशः. दोषः षष्ठ्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम्. ऊद् उपधायाः गोः इत्यस्मात् सूत्रात् ऊत् क्षम्यताम् ऊद् उपधायाः गोः इत्यस्मात् सूत्रात् ऊत् उपधायाः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. दोषः अङ्गस्य उपधायाः ऊत् नौ सूत्रमस्ति. दोषो शीर्षिका अस्ति व्यक्तिगताः वर्णादेशः, इत्युक्ते एकवर्ण एव आदेशः व्यक्तिगताः, सूचनवर्णः आदेशः इति अर्थः. उदाहरणमस्ति दुष् धातु, सूत्रमस्ति दोषो नौ. अनुवृत्तिसहितसूत्रमस्ति दोषः अङ्गस्य उपधायाः ऊत् नौ. तत्र धातुतः दुष् धातुतः उत् उकार अस्ति तु उत्तरवत् उकार अस्ति तत् स्थाने वूत् भवति इति अर्थः नौ परे दुष्योगः हेतुमति च इत्यनेन निच् आयाति दोषो नौ इति सूत्रेण दूस् दू दकारोत्तरवर्ति ओकारस्य स्थाने ओकारादेशः भवति दूष् भवति दूष्योगः निरनुबन्धरूपं हि निच् प्रत्ययस्य दूषि इति निजन्तधातु अस् धातुः अस्ति लटि प्रथमपुरुष दोषयति इति दृष्टान्ते साधनं दोषयति कार्यं दोषयति दोषयति वा दूषयति वा दूषयति खलु दोषयति दोषयति दुष् धातु दूषयति भवति नौ परे दू भवति उकारस्थाने ओकारादेश भवति नौ परे दूषयति भवति न न किं किमर्थम् ओकारादेशः ऊकारादेशः ऊकारस्य स्थाने ऊकारादेशः ऊत् इति आदेशः ऊत् तदेव व्यक्तिगत रूपं वर्णादेशः इति उक्तम् समीचीनं तर्हि दोषो णौ इति सूत्रं दोषः अङ्गस्य उपादायाः ऊत् इति आदेशः णौ परे इति उक्तं तर्हि ऊत् इत्यत्र तप्रकरणं किमर्थम् दीर्घ ओकार एव उक्तम् दीर्घ उकारः एव इत्यत्र दीर्घ उकारः दीर्घ उकारः इति वदति चेत् तत्र सवर्णानां ग्रहणं भवति वा न भवति तर्हि किमर्थं तप्रकरणम् उच्चारणार्थमेव स्पष्टं स्पष्ट्यर्थम् उ उपधा इति वदने उकारः उकारः सन्धि भवति न अवगम्यते हा पूर्वस्मिन् सूत्रे खलु ऊदुपदायाः गोहः इत्यस्मिन् सूत्रे ऊत् अपि च उपदा यदि ऊ उपदा इति वदति चेत् तदानीम् आदेशः कः इति न अवगम्यते ह्रस्वैकः उकारः वा दीर्घ उकारः वा इति न अवगम्यते उपदायाः इति वदति चेत् तदर्थं तपरकरणं योजितम् तत्पूर्वस्मात् सूत्रात् अनुवृत्तिः अस्ति इति कृत्वा अत्रापि तथैव आगतमस्ति अस्तु सरलमेव सूत्रं दोषः अङ्गस्य उपदायाः ऊत् आदेशः भवति अतः दूषयति इति रूपं साधनं दूषयति कार्यं दूषयति इति उदाहरणद्वयमस्ति अस्तु वा चित्तविरागे सरस्वती भगिनी पठति वा आं भगिनि श्रूयते वा श्रूयते वा हा हा हा श्रूयते अस्तु वा चित्तविरागे निष्प्रत्यये परे चित्तविकारार्थे दुष् धातोः उपधायाम् उकारस्य स्थाने ऊत् आदेशः वैकल्पिकः चित्तविकारार्थे इत्युक्ते मानसिकविकारः इन् द सेन्स् आफ़् डिस्टर्बिङ्ग् द मैण्ड् चित्तस्य विरागः चित्तविरागः षष्टितत्पुरुषः तस्मिन् न श्रूयते भगिनि न श्रूयते वा किञ्चित् तत्र मन्दमेव अस्ति किञ्चित् वाल्यूम् इन्क्रीस् करणीयं भवति कृतवती भगिनि न न भवती न भवती नास्ति अस्माभिः अस्तु अस्तु अस्तु भवती कम्प्यूटर् माध्यमेन आगच्छति वा नो चेत् तत्र न भगिनि मोबैल् तः मोबैल् मध्ये तत्र हेड्सेट् अस्ति खलु आम् हेड्सेट् अस्ति न जाने किमर्थं मन्दमस्ति सर्वदा समस्या अस्ति न वा मम समस्या अस्ति, न जाने किमर्थम्. अस्तु चित्तस्य विरागः उज्जैः वदामि भगिनि, प्रयत्नं करोमि. आमां प्रयत्नं करोमि. चित्तस्य विरागः, चित्तविरागः, षष्ठी तत्पुरुषः, तस्मिन् चित्तविरागे वा अव्ययं, चित्तविरागे सप्तम्यन्तं, द्विपदमिदं सूत्रम्, ऊद् उपधाया गोहः इत्यस्मात् ऊत् उपधायाः इत्यनयोः अनुवृत्तिः, दोषो णौ इत्यस्मात् दोषो णौ इत्यनयोः अनुवृत्ति, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, दोषः अङ्गस्य उपधायाः वा ऊत् णौ चित्तविरागे. तर्हि अत्र इतोपि एकं सूत्रं दत्तमस्ति, वा चित्तविरागे. तर्हि निच् प्रत्ययपरे दुष्धातोः एव उपधायाः उकारस्य ऊत् भवति, परन्तु वैकल्पिकरूपेण यदि अर्थः चित्तविकारः भवति तदा. तर्हि दुष्धातोः अर्थः एकनिमिष अष्टाध्यायी डाट् काम् मध्ये पश्यामि. भगिनि न श्रूयते. आम् दुष्धातोः टु सिन्, टु सोयिल्, टु मेक् इम्प्योर्, टु कास् पेन्, टु हर्ट् एवम् अस्ति अष्टाध्यायी डाट् काम् मध्ये. परन्तु यदि तस्य चित्तविकारार्थे यदि प्रयोगं भवति इत्युक्ते मानसिकविकारः, तदा तस्य उपधायाः उकारस्य स्थाने ऊत् आदेशः भवति निच् प्रत्यये परे. विकल्पेन भवति, विकल्पेन भवति, हा विकल्पेन भवति. पूर्वं वयम् आदौ वयं पठितवन्तौ यत् दोषोणौ अनेन इत्यनेन इत्यनेन सूत्रेण णौ परे दुष्धातोः उकारस्य उकार भवति नित्यरूपेण. परन्तु अत्र यदि चित्त मानसिकविकारः एवं चित्तविकारार्थे अस्ति तर्हि विकल्पेन एव भवति उकारस्य ऊत् एवम् अर्थं भवति न. तर्हि ऊत् आदेश अभावे दुष् हेतुमति च इत्युक्ते दुष् निच् आगच्छति, तदा यदि विकारार्थे अर्थः अस्ति तर्हि ऊत् न भवति, तर्हि लघु उपधा अस्ति, अतः पुगन्तलघुपदस्य च सूत्रं कार्यं करोति, तदा दोष भवति, दोषयोग इ, अतः दोषी भवति. तदनन्तरं तु सामान्यरूपेण कार्येण दोषयति एवं लटि प्रथमपुरुष एकवचनरूपं भवति. दृष्टान्ते एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति दोषयति वा, अतः द्वयोरपि रूपे भवन्ति. परन्तु यदि चित्तविकारार्थे अस्ति तदा केवलं दूषयति, नो चेत् केवलं दोषयति, नो चेत् दूषयति, एवं भवति निचिपरे. समीचीनं, सम्यक्. इत्युक्ते तत्र दुष्धातोः विकारः इति अर्थः, विकारः इति सामान्य अर्थः इत्युक्ते तत्र कस्यचित् विकारः जायते, दोषणकार्येण कस्यचित् विकारः जायते, सः विकारः मानसिकविकारः अपि भवितुमर्हति. यदा मानसिकविकारः अस्ति तदानीम् ऊतादेशः विकल्पेन भवति, अन्येषु स्थलेषु तु नित्यरूपेण ऊतादेशः भवति. तर्हि इदानीं लक्ष्मीभगिनी वदतु, दुष्टातोः मानसिकविकारः इति रूपेण एकं वाक्यं वदतु. मानसिकविकारेण कोऽपि दुःखं ददाति इत्यस्मिन् अर्थे तु एतादृशप्रयोगः कर्तुं शक्यते वा, चित्तविरागे इत्युक्ते चित्तं मानसिकविकारं जनयति इति अर्थे मानसिकविकारं जनयति इति अर्थे अस्मि अत्रैव एकः दृष्टान्तः दत्तमस्ति एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति अथवा दोषयति इति रूपं स्यात् इति अत्र करपत्रे उक्तं स्ववाक्यम् अस्तु अस्तु चिन्तयतु किञ्चित् भगिनी द्रुह्यति असूयति ईष्यति क्रुध्यति एतेषां योगे यस्य प्रति क्रोधः भवति तस्य चतुर्थी विभक्ति भवति एवं दूषयति इत्यस्यापि भवति वा न क्रुदद्रुह क्रुददुहेष्य असूयार्थानां यं प्रतिकोपः इति तत्र केवलं क्रुदुः ईर्ष्य दूष् तत्र नास्ति एवं सूत्रमस्ति वा असूया असूयार्थानाम् एव तादृश अर्थाः सन्ति चेदेव अत्र दुष्टातोः विषये नास्ति नास्ति अस्तु धन्यवादः भगिनी दारिद्र्यं पुरुषं दोषयति वक्तुं शक्नुमः वा पुनः पुनः दारिद्र्यं दारिद्र्यं पुरुषं दोषयति मानसिकविकारः जनयति एवं दारिद्र्यं पुरुषस्य मनः दोषयति दूषयति इति वा आम् समीचीनं भगिनि सम्यक् अस्ति धन्यवादः अस्तु इदानीं तत्र विनय महोदय तत्र हन् धातोः विषये वाक्यं वदति वा हन् धातोः हन् धातु वयं जानीमः हन् धातु भगिनी उक्तवती लोके हन्ति नास्ति परन्तु घातु भवति लोके तिङ् नास्ति हन्ति तिङ् नास्ति लोके हन्ति तिङ् नास्ति लोके हन्ति तिङ् अस्ति न तिङ् नास्ति यदि वयं न क्षम्यतां यदि ओके केवलं सुबन्तं नास्ति न यदि लट्लकारसम्बन्धे वदामः लट्लकारसम्बन्धे वदामः तर्हि अपि च हन्ति नास्ति तिङ् सम्बन्धे घन्ति अस्ति न तत्तु बहुवचने प्रथमपुरुषे एकवचने हन्ति एव लटि प्रथमपुरुषे एकवचने सम्यक् इदानीं घातयति इत्यत्र वाक्यं भवान् चिन्तयतु घातयति इत्यत्र भवान् वाक्यं चिन्तयतु उमा भगिनी अत्र घातकः इत्यत्र भवती चिन्तयतु वदतु अनन्तरम् अरुणा भगिनी घातकः घातः इत्यत्र अरुणा भगिनी वदतु घातः क्षम्यतां भगिनी अहं वदामि घातयत् वदतु घातयति रावणः मारीचं ऋषिं घातयति रावणः मारीचं ऋषिं कोऽपि ऋषिः अस्ति ऋषिं घातयति परन्तु रावणः मरीचं विषं खादयति तर्हि अन्यन्तावस्थायां वाक्यं किम् आसीत् मारीचः यदि तर्हि अन्यन्त मारीचः ऋषिं हन्ति मारीचः ऋषिं हन्ति हन्ति हा तर्हि इदानीं तत्र न्यन्तवस्थायां वाक्यं पुनः वदतु, चिन्तयित्वा वदतु। हन्धातुः कीदृशधातुः, सकर्मकः वा अकर्मकः वा कीदृशधातुः? मारीचेन भवति। नो नो दट् अन्यविषयः, मारीचेन मारीचं वदतु। न न, अन्यविषयः नास्ति, तत्र सम्यक्तया वाक्यं वदतु। अन्य अस्माकं विषयः एव, अन्यः विषयः नास्ति। तर्हि न, यदि यदि क्षम्यतां, यदि अहं स्मरामि हनधातुः अकर्मक अस्ति, तर्हि सकर्मकः हन्धातुः अकर्मकः वा सकर्मकः वा? न, अहं केवलं स्मरामि सकर्म सकर्मक अस्ति। हा, सकर्मकधातुः। तर्हि निजन्तप्रयोगे हन्धातोः योगे प्रयोज्यकर्तुः कर्मत्वं भवति वा? अत्र हन्धातुः गत्यर्थक अन्तर्गत हन्धातु नास्ति। यदि हन्धातु नास्ति तर्हि मरीचं न भवति, त्रिकर्मक मरीचं विष्मित्यादि, तर्हि मरीचेण भवति, तृतीय भवति। तर्हि वाक्यं वदतु। तर्हि रावणः मारीचेण ऋषिं घातयति। उत्तमम्, उत्तमं, बहु सम्यक्। नत्वं न भवति किं मारीचेण? न न, नत्वं न भवति, अहं क्षम्यतां, न स्वीकरोमि। मम भाषा आधारेण मरीचेण न मरीचेण भवति, रक्तं भवति, परन्तु व्याकरण आधारेण अहं न जानामि। जानामि मरीचेण। क्षम्यतां। सम्यक्। तर्हि इदानीं किम्, उमा भगिनी सिद्धा अस्ति वा? हा, अहं सिद्धा अस्मि भगिनि। अस्तु, लक्ष्मी भगिनी वदतु। दूषयति चित्तविरा वा चित्तविरागे इत्यनेन दूषयति इति प्रयोगः, दूषयति इति अपि स्यात् वाक्यप्रयोगः। कीटाणु कोरोना कीटाणु जनानां मनः दूषयति दूषयति। पुनः वदतु। कोरोना कीटाणु जनानां मनः दूषयति अथवा दूषयति। समीचीनम्, समीचीनम्। अन्यन्तवस्थायां वाक्यं कथं भवति? मनः दुष्यति, मनः दुष्यति, जनानां मनः दुष्यति। हा, जनानां मनः दुष्यति। सम्यक्। इदानीं कीटाणु जनानां मनः दूषयति अथवा दूषयति। हन् धातुः लुल् प्रतियोजनेन घातकः इति पदम् उत्पद्यते। कथम् इति न जानामि। घातकः इति वाक्यमस्ति वा? घातकः, घातकः किल्लर् न? हौ इस् इट् फार्म्ड्? इदानीमेव अस्माभिः चिन्तितं खलु, तत्र हो हन्तेर् निम्नेषु हनस्तो छिन्नलोः अतोपदायाः, अनन्तरं नूल् प्रत्ययस्य स्थाने अक इति आदेशः। अकः इति अहं घात इति तकारादेशः भवति, सो ह स्थाने घ आगच्छति, घात देन् अकः द्विप्रतियोगिनी अकः आगच्छति, घात घातकः इति आगच्छति। हा, घातकः इति रूपं कथं भवति इति जानीमः, परन्तु वाक्यम् अस्ति वा? ओ, ओके ओके ओके वाक्यं घातकः रामः रावणस्य घातकः अस्तु अस्तु समीचीनम् अस्तु अरुणा भगिनी अस्ति वा वाक्यं कै प्रत्ययः अस्ति चेत् भावार्थे अस्ति इति मन्ये गातः भावार्थे अस्ति चेत् कर्म नास्ति अन्यन्त अवस्थायां भगिनी दशवादन अभवत् अभवत् खलु हा हा हा इदानीं क्षणद्वये स्थगयामः क्षणद्वये रामः हन्ति भवति चेत् भगिनि निजन्तावस्थायां निजन्तावस्था रूपं न भवति इति मन्ये कर्म तदा निजन्त नास्ति केवलं घातः इति रूपं स्वीकृत्य निजन्ते नास्ति केवलं घातः इति रूपं स्वीकृत्य वाक्यमस्ति चेत् वदतु रावणः घातः रामेण रावणः घातः तत्र तु घातः इति तत्र कर्मार्थे प्रयुक्तः अस्ति तत्र किञ्चित् चिन्तयतु अत्र किञ्चित् चिन्तनीयं घातः इत्यत्र घैप्रत्ययः कस्मिन् अर्थे विहितः अस्ति कथं वाक्यं भवति इति गृहपाठः अस्ति पश्यन्तु गृहपाठः अस्ति न केवलं भवत्याः सर्वेषां कृते किञ्चित् चिन्तयन्तु घातः इत्यत्र कथं भवति इति वाक्यम् अस्तु अत्र स्थगनं कुर्मः समयः अतीतः गन्तव्यः तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः भगिनी धन्यवादः भगिनी